नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अष्टाध्याय्यां सूत्राणां बलाबलचिन्तनम् इति विषयः जायमानः अस्ति. तत्र अस्माभिः गतवर्गे पाठस्य आरम्भः कृतः. बलाबलचिन्तनम् इति प्रसङ्गः कुत्र जायते इति चेत्, अस्माकं भाषायां तु लक्ष्यमस्ति पदम्. पदमधिकृत्य एव सर्वं भवति. अस्माकं वाक्यं पदमधिकृत्य भवति. पदं तु तिङन्तं भवति अथवा सुबन्तं भवति. पदं द्विविधं, तिङन्तम् अथवा सुबन्तम्. तर्हि पदनिर्माणवेलायां प्रक्रिया भवति. प्रक्रियायां सोपानानि भवन्ति. इत्युक्ते तत्र प्रकृतिप्रत्ययविभागः भवति. प्रकृतितः प्रत्ययः जायते. यदा प्रकृतिप्रत्ययोः मेलनं भवति तदानीं सोपानानि भवन्ति. सोपानसन्दर्भे सूत्राणि प्रसक्तानि भवन्ति. तस्मिन् सन्दर्भे एकस्मिन्नेव सोपाने एकस्मिन् स्थले यदि सूत्रद्वयं प्रसक्तमस्ति चेत् का गतिः इत्येव अस्माकं विषयः प्रवर्तमानः अस्ति. तस्मिन् सन्दर्भे यदा द्वयोः सूत्रयोः मध्ये सङ्घर्षः जायते तदानीं तस्मिन् सन्दर्भे किं सूत्रं प्रथमं कार्यं कुर्यात् इति प्रश्नः उदेति. तदर्थम् अस्माभिः महाभाष्यवाक्यं पठितम्. अन्यत्रान्यत्र लब्धावकाशयोर् एकत्र प्राप्तिस्तुल्यबलविरोधः इति महाभाष्यवाक्यमस्ति. बहु मुख्य वाक्यमस्ति व्याकरणलोके. यतोहि तुल्यबलविरोधः इति एकं तत्त्वमस्ति. तुल्यबलविरोधः, तुल्यं बलं, तुल्यं बलं ययोः. एकस्मिन्नेव सन्दर्भे यदा द्वयोः तुल्यं बलमस्ति, द्वयोः सूत्रयोः तुल्यं बलम् इत्युक्ते किं? तुल्यबलम् इत्युक्ते समानमस्ति बलम्. इत्युक्ते अत्र सूत्रद्वयस्यापि स्वस्य स्वस्य कार्यं कर्तुं पृथक् पृथक् क्षेत्रम् अस्ति. एकस्मिन् क्षेत्रे अन्यत् सूत्रं नागच्छति, अन्यस्मिन् सूत्रस्य क्षेत्रे प्रथमं सूत्रं नागच्छति इति तादृशस्थलं यत्र द्वयोः सूत्रयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति. सामान्यतया तत्रैव तयोः कार्यं भवति. परन्तु इदानीं यद्यपि द्वयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति, तथापि कुत्रचित् तयोः एकत्र प्राप्तिः भवति. तयोः सूत्रयोः एकत्र प्रसङ्गः जायते. तर्हि यदा प्रक्रियाकाले सोपानेषु सूत्रयोः सङ्घर्षः अस्ति इति ज्ञायते तदा अस्माकं प्रथमं चिन्तनं किम् इति चेत् अनयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति प्रश्नः उदेति, सर्वदा उदेति. अतः तस्य उत्तरं किम् इति प्रथमं ज्ञात्वा तदनन्तरं द्वितीयसोपानं प्रति गच्छामः. द्वितीयसोपानमस्ति, अपवादः भवितुम् अर्हति वा न वा इति चिन्तनं भवति. परन्तु प्रथमसोपाने अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति प्रश्नः अस्ति. तर्हि अन्यत्र अन्यत्र लब्धावकाशः इति अस्ति. तत् कथम् इति अस्माभिः चर्चितं गतवर्गे. इत्युक्ते तदर्थम् अस्माभिः सूत्रद्वयं स्वीकृतम्. एकमस्ति सुपि च इति एकं सूत्रं, द्वितीयमस्ति बहुवचने जल्येत्. सुपि च इति सूत्रं किं वदति इति कोऽपि स्मारयति वा? अत्र उषा भगिनी स्मारयतु. आं भगिनि, सुपि च इति सूत्रं, सुपि च यञ्जादौ सुपि परे अतः अङ्गस्य दीर्घः इति स्यात् इति वदति. यञ्जादौ सुपि यञ्जादः नास्ति, ययादि. ओके, ययादि. ओके ओके, यञ्जादः. ओके, ययादः सुपि परे अतस्य अङ्गस्य दीर्घः. वृक्षयोगः भ्याम् इति स्थिते, वृक्ष अतन्त अङ्ग, भ्याम् इति यञ्ज यञ् प्रत्याहारे अस्ति, भ इति यञ् यै प्रत्याहारे अस्ति. वृक्षयोगः भ्याम् वृक्ष अतन्ताङ्ग, सो तस्मात् कारणात् यञ्जादौ सुपि प्रत्यये अस्ति, प्रत्यये परे अस्ति. वृक्षयोग अकारान्त अङ्ग दीर्घः भवति, वृक्षयोगः अकारः आकारः भवति, वृक्षयोगः आयोगः भ्याम् इति वृक्षाभ्याम् इति निष्पन्नं भवति. बहु समीचीनम्. वृक्षाभ्याम् इति निष्पन्नं भवति. तत् तर्हि सुपि च इति सूत्रं तत्र कार्यं करोति यत्र अङ्गस्य अन्ते ह्रस्व अकारः अस्ति. अङ्गम् इति किमर्थं वदामः अत्र? अङ्गम् 64 73 सुप् इति प्रत्ययः, सुप् इति प्रत्ययः, प्रत्ययः परश्वः भागः खलु भगिनि. प्रत्ययात् प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अङ्गम्. तर्हि अङ्गम् इति उक्तत्वात् इदं सूत्रं तत्र एव कार्यं करोति यत्र प्रत्ययः अस्ति परे. यदि पदद्वयम् अस्ति, पदद्वयोर्मध्ये इदं सूत्रं कार्यं करोति वा? पदद्वयं मध्ये इदं कार्यं न करोति भगिनि. पदम् अस्ति चेत् त्रिपाद्यां त्रिपादिसूत्रप्रसक्तिः अस्ति. हा, हल्सन्धिसूत्राणि तत्र प्रसक्तानि. केवलं त्रिपादिसूत्रमिति नास्ति, सपदसप्ताद्यमपि सूत्राणि सन्ति पद. परन्तु अत्र अत्र वस्तुतः अङ्गम् इति उक्तत्वात् प्रत्ययः परः अस्ति इति स्मर्तव्यम्. अत्र व्याम् इति प्रत्ययः अस्ति, वृक्ष इति अदन्तम् अङ्गम्, तादृश अङ्गं यस्य अन्ते ह्रस्वकारः अस्ति. अपि च ययादिसुपि इति उक्तं. तर्हि अस्तु भगिनि, धन्यवादः. इदानीं तत्र विनयमहोदय वदतु, सुप्रत्ययेषु कुत्र कुत्र सुपि च इति कार्यं कर्तुं शक्नोति? सुप्रत्ययेषु यत्र यत्र यत्र यत्र ययादि आयाति, अतः यदि अहं एकविंशतिः सोल्जर्स् सम्बन्धे पश्यामः, तर्हि यत्र यत्र भ्यामस्ति यत्र भ्यामस्ति तत्र सुपि सुपि कारणेन कुत्र इति वदतु, कुत्र कुत्र केषु विभक्तिषु कासु विभक्तिषु? अहं पश्यामि अत्र एकविंशतिः सौजस् प्रत्ययः, तस्य केवलं मम कष्टः अस्ति. एकविंशति प्रत्ययः अहं अत्र अहं अवगतं नापि, अतः न अहं पश्यामि नाम सुपि हरस्व अङ्गस्य हरस्व अदन्तस्य हरस्व अकारः सुपीचः सुपि आधारेण भवति. अत्र भ्याम पूर्वं भ्याम भ्याम भ्याम अत्र तृतीया चतुर्थी पञ्चमी सुपि आधारेण सुपि आधारेण दीर्घकार्यं भवति. बहु समीचीनं. अन्यत्र कुत्रचित् भवति? अन्यत्र अहम् अत्र पश्यामि आम् अस्ति षष्ठी आधारेण अपि आम् अस्ति, परन्तु कुत्र अन्यत्र कुत्र आम् अहं पश्यामि आम् षष्ठी आम् इति ययादि अस्ति वा? आम् आयादि नास्ति, आम् सम्यक्तया आयादि नास्ति. तर्हि एव अहं चिन्तयामि कुत्र अहं ययादि अपि च सुपि सम्बन्धे पश्यामि, परन्तु अत्र अहं केवलं न पश्यामि. अस्तु अस्तु, नास्ति चिन्ता. अत्र अत्र गोमती भगिनी किञ्चित् सायं करोतु. भगिनी, यङि प्रत्ययः बहुवचने भिस् भ्यस् भ्यस्, तृतीया बहुवचने, चतुर्थी बहुवचने, अनन्तरं पञ्चमी बहुवचने यङि प्रत्ययस्य वर्णः, प्रत्याहारस्य वर्णः अस्ति, अतः तत्र अपि भवितुम् अर्हति. हा, बहु समीचीनं. हा, विनय महोदय, पश्यतु, तत् तृतीया विभक्तौ अपि भ्यस् इति प्रत्ययः अस्ति खलु, ययादि अस्ति. चतुर्थी भ्यस् इति ययादि, पञ्चमी भ्यस् इति अपि ययादि. तर्हि अत्र आहत्य परन्तु भ्यस् भ्यस् पूर्वं यदि वयं कोऽपि रामसम्बन्धे रामस्ति तर्हि अहं वृक्ष तृतीयविभक्तौ तत्र न भवति, अन्यत् सूत्रं प्रसक्तं भवति, तत्र नास्ति चिन्ता. परन्तु इदं सूत्रं तत्र प्रसक्तम् अस्ति न वा इति मम प्रश्नः. तत्रापि प्रसक्तम् अस्ति, तृतीयाविभक्तिः बहुवचने, तृतीयविभक्तौ बहुवचने भिस् इत्यत्रापि प्रसक्तम् अस्ति, परन्तु प्राप्तिः नास्ति इति भिन्नविषयः. प्राप्तिः नास्ति इति समीचीनम्. तृतीयविभक्तौ बहुवचने भिस् इत्यत्रापि सुपि च इत्यस्य प्रसक्तिः अस्ति. किमर्थमिति चेत् ययादि अस्ति प्रत्ययः, परन्तु तत्र प्रत्यय आदेशः भवति. वयं जानीमः वृक्षैः इति रूपम् अस्ति, अतः वृक्षाभिः इति रूपं नास्ति, अतः तत्र सुपि च इति सूत्रं प्रबाद्य अन्यसूत्रं तत्र कार्यं करोति. इदानीं मास्तु, तत् तस्मिन् विषये चिन्ता मास्तु. परन्तु वयं ज्ञातुं शक्नुमः भिस् इत्यत्रापि प्रसक्तिः अस्ति. तत्र किमर्थं प्राप्तिः नास्ति इति किञ्चित् एतस्य सूत्रस्य चिन्तनं कृत्वा तदनन्तरं पश्यामः किमर्थं तत्र नास्ति इति. इदानीं तत्र एकक्षण, प्रसक्तिः अस्ति अहम् इदानीम् अवगच्छामि, परन्तु प्राप्तिः नास्ति. प्राप्तिः नास्ति इति एव अहमपि वदामि, प्राप्तिः नास्ति, परन्तु तत्र प्रसक्ति कुत्र प्रसक्तिः अस्ति इति एव अस्माकं चिन्तनं खलु. अत्रापि प्रसक्तिः अस्ति, अत्रापि प्रसक्तिः अस्ति, भिस् इत्यत्रापि प्रसक्तिः अस्ति, परन्तु तत्र भिन्नं सूत्रमस्ति. तर्हि पुनः बलबलस्य चिन्तनं तत्र करणीयं. तर्हि एव अहं चिन्तयामि, यदि प्राप्तिः नास्ति तर्हि अग्रे किमर्थं गच्छामः. तत्र चिन्तनीयं खलु, यदि बिस् इत्यत्र यदि बिस् इति प्रत्ययः अस्ति, वृक्षयोगः बिस् इत्यत्र, यदि तत्र कानि सूत्राणि प्रसक्तानि सन्ति इति न चिन्तयामः, तर्हि किं सूत्रं तत्र कार्यं करोति इति कथं निर्णयं कुर्मः? सर्वत्र बलाबलचिन्तनं करणीयं खलु. यत्र सूत्रद्वयं प्रसक्तम् अस्ति तत्र चिन्तनीयं किं सूत्रं प्रथमं कार्यं करोति इति चिन्तनीयम्. अत्र भिस् इत्यत्र अतो भिस् ऐस् इति अन्यत् सूत्रमस्ति, तेन प्रत्ययस्य स्थाने आदेशः भवति, अतः सुपि च इति कार्यं न करोति, यतोहि अत्र प्रत्यय आदेशः प्रथमं भवति. प्रत्यय आदेशः अतो भिस् ऐस् इति अत्र कार्यं न करोति चेत् तस्य अवकाशः अन्यत्र कुत्रापि नास्ति. अतो भिस् ऐस् इत्यस्य अवकाशः अन्यत्र कुत्रापि नास्ति, अतः अत्र एव कार्यं करोति. तदर्थमेव सूत्रं रचितम्. अदन्त अङ्गस्य भिस् इति प्रत्ययस्य ऐस् इति आदेशः, अतः एव ऐस् इत्यत्र ऐः इति भवति, वृक्षैः इति रूपम्. अतः सर्वत्र चिन्तनीयं बलाबलचिन्तनं तदर्थमेव अस्ति. यद्यपि प्राप्तिः नास्ति, तथापि किमर्थं प्राप्तिः नास्ति इति सर्वदा प्रश्नः उदेति खलु. अत्रापि प्रसक्तम् अस्ति, परन्तु प्राप्तिः किमर्थं नास्ति इति समग्रचिन्तनार्थं. यदि तत्र प्रगतः अस्ति, व्याकरणे प्रगतः अस्ति कोऽपि चेत्, तर्हि तस्य कृते नास्ति आवश्यकता नास्ति किमर्थं चिन्तनीयम् इति. यदि भवान् बहुकालात् व्याकरणं पठन् अस्ति, तर्हि प्रायः चिन्तनस्य आवश्यकता नास्ति, तर्हि भवान् जानाति अत्र भिस् इत्यत्र ऐस् एव भवति, अतः सुपि च इत्यस्य किमर्थम्. परन्तु ये जनाः नूतनाः सन्ति, तदर्थं तेषां कृते समग्रचिन्तनार्थं चिन्तनीयम्. अस्तु, इदानीं सुपि च इति सूत्रं भ्यां तृतीयाद्विवचने तृतीयाद्विवचने चतुर्थीद्विवचने पञ्चमीद्विवचने इत्यत्र प्रसक्तं तृतीया बहुवचने चतुर्थी बहुवचने पञ्चमीबहुवचने इत्यत्रापि प्रसक्तम् अस्ति. सर्वैः बुद्धं वा इति भवता? अस्तु इदानीम् अस्माकम् अग्रिमं सूत्रमस्ति बहुवचने जल्येत् इति सूत्रम्. अत्र वसन्ति भगिनी वदतु, तत्र सूत्रं किं वदति? बहुवचने जल्येत् इति सूत्रेण अदन्त अङ्गस्य ह्रस्व अकार अङ्गस्य सूत्रं किं वदति? ऐ डोण्ट् रिमेम्बर् ऐ एम् ट्रैङ्ग् टु सी द अकारस्य एकः आदेशः भवति जलाति बहुवचनार्थे. हा, अङ्गस्य अन्ते ह्रस्व अकारः अस्ति चेत् अकारस्य एकारादेशः भवति. कदा भवति? बहुवचनार्थे. कीदृश बहुवचन? जलादि, जलादि प्रत्यये परे. केवलं जलादि तावदेव वा? बहुवचने जलादि इत्येव वा? सुपि खलु, सुप् इति. हा, सुप् इत्यपि अस्ति. केवलं सुप्रत्यये प्रत्ययस्य प्रसङ्गे एव इदं सूत्रं कार्यं करोति, न तु तिङन्तप्रसङ्गे. अतः बहुवचने जलादि सुपि, सुपि परे अदन्त अङ्गस्य अन्तिमवर्णस्य एकारादेशः भवति. तर्हि उदाहरणं किम्? वृक्षः इति, वृक्षः योगः सुप् अकार अङ्गम् एकार आदेशः, अतः सुप् बिकम् एकार. सो वृक्षयोगः एकार. सो वृक्षः अकार बिकम्स् एकारः. सो वृक्ष योगः ए योगः सुप्. सो समीचीनं. वृक्षेषु इति रूपमस्ति. इदानीं वदतु, वृक्षयोगः सुप् इत्यत्र सुपि च इत्यस्य प्रसक्तिः अस्ति वा? वृक्षयोगः सुप् अकार ह्रस्व अकारः अस्ति. सो दीर्घः शुट्कं बट् सुप् इति कीदृशः अस्ति? ययादि अस्ति वा? ययादि अस्ति. अस्ति वा? वदतु, यै प्रत्याहारे के के वर्णः? यै प्रत्याहारे जबैङ् यै प्रत्याहारे यै प्रत्याहारतं तत्र कुतः आरम्भं करणीयं? यावाराळ अप् टु जबैङ्ग्. तर्हि तत्र सकारः अस्ति वा? नास्ति. तर्हि वृक्षयोगः सु इत्यत्र सुपि च कार्यं कर्तुम् अर्हति वा? नास्ति. तर्हि वृक्षयोगः सुप् इत्यत्र सुपि च इत्यस्य प्रसक्तिः नास्ति. पश्यन्ति खलु सर्वैः? सर्वे पश्यन्ति वा? वृक्षः योगः सुप् इत्यत्र सुपि च इत्यस्य प्रसक्तिः एव नास्ति. अप्लिकेबिलिटि इति एव नास्ति. वृक्षयोगः सुप् इत्यत्र केवलं बहुवचने जल्येत् इत्यस्यैव प्रसक्तिः प्राप्तिः. अस्तु, इदानीं गीता भगिनी वदतु, वृक्षयोगः भ्याम् इत्यत्र बहुवचने जल्येत् कार्यं कर्तुम् अर्हति वा? नमस्ते भगिनि. कार्यं बहुवचनं जल्लेत् ज अस्ति ययि प्रत्ययहारे अपि कार्यं करोति कर्तुं वृक्षयोगः इत्यत्र बहुवचने जल्येत् कार्यं करोति वा इति प्रश्नः. न न एकक्षणं रमा भगिनी एकक्षणम् एकक्षणं अपि भ अस्ति तर्हि कार्यं कर्तुं पासिबल् पासिबल् अस्ति किम् इट्स् पासिबल् भ अस्ति किल भ इति कीदृशमस्ति जलि अस्ति सत्यं जलि अस्ति परन्तु तत्र बहुवचने जल्यत् इत्यत्र अन्यत् किम् आवश्यकं तत्र अदन्तं अदन्तम् अङ्गम् अपि च तत्र निमित्तं किम् बहुवचने जलि सुपि अङ्गस्य अतः एत् अत्र तथा अस्ति वा नास्ति किमर्थम् सुपि च अत्र भ्यां बिस् कर्तुं शक्नोति अत्र तु न न न इदानीम् एकक्षणम् इदानीं भवती उक्तवती बहुवचने जल्येत् इत्यत्र बहुवचने जलि सुपि इति उक्तम् अत्र वृक्षयोगः भ्याम् इत्यत्र झलि अस्ति सुपि अस्ति बहुवचने अस्ति वा बहुवचने अस्ति द्विवचने अस्ति भ्याम् अतः प्रसक्तम् अस्ति वा इदानीं प्रसक्तं नास्ति प्रसक्तिः नास्ति अत्र प्रसक्तिः नास्ति किमर्थं नास्ति यतोहि भ्याम् इति द्विवचने बहुवचने नास्ति खलु तर्हि सुपि च इति सूत्रम् अत्र भ्याम् इत्यत्र कार्यं करोति यतोहि अत्र भ्याम् इति ययादि सुपि अस्ति सुपि च इति सूत्रे द्विवचनं बहुवचनम् इति किमपि न उक्तं यत्र यत्र ययादि सुपि अस्ति अदन्ताङ्गस्य दीर्घः भवति इति उक्तं परन्तु बहुवचने जल्यत् इति किमुक्तं तत्र तु बहुवचनान्तप्रत्ययः अस्ति चेदेव कार्यं करोति अपि च जलादिः अपि भवेत् बहुवचनान्तप्रत्ययः जलादि अपि च सुपि अस्ति चेदेव कार्यं करोति बुद्धं खलु तर्हि वृक्षयोगः भ्याम् इत्यत्र बहुवचने जल्येत् इत्यस्य प्रसक्तिः एव नास्ति तत्र कार्यं कर्तुं न आगच्छति एव वृक्षयोगः भ्याम् इत्यत्र केवलं सुपि च कार्यं करोति वृक्षयोगः सु सप्तमी बहुवचने वृक्षयोगः सु अत्र सुपि च कार्यं कर्तुम् अर्हति वा सु अस्ति जल् प्रत्याहारे कार्यं कर्तुं शक्नोति अत्र किं कार्यं कर्तुं शक्नोति बहुवचने जल्येत् बहुवचने जल्येत् कार्यं कर्तुं शक्नोति परन्तु सुपि च इति कार्यं कर्तुम् अर्हति वा न कर्तुं बा नास्ति सु इति प्रत्ययः खलु सु इति प्रत्ययः सु जल् प्रत्याहारे अस्ति किन्तु यै प्रत्याहारे नास्ति सत्यं तर्हि सुपि च इति कार्यसूत्रं सप्तमी बहुवचने कार्यं कर्तुं नार्हति बहुवचने जल्येत् इति प्रत्ययः द्विवचने कार्यं कर्तुं नार्हति इदानीं तयोः पृथक् पृथक् क्षेत्रम् अस्ति वा पृथक् अस्ति अस्ति खलु अस्ति यत्र द्विवचने भ्याम् इति प्रत्ययः अस्ति तत्र बहुवचने जल्येत् इत्यस्य प्रसक्तिः एव नास्ति तत्र न आगच्छति एव तत्र सङ्घर्षः नास्ति अतः सुपि च इत्यस्य पृथक् क्षेत्रं कुत्र इति चेत् भ्याम् इत्यत्र द्विवचने तस्य पृथक् क्षेत्रम् अस्ति बहुवचने जल्येत् इत्यस्य क्षेत्रं सप्तमी बहुवचने सु इति प्रत्यय तत्र तस्य कार्यक्षेत्रमस्ति तत्र सुपि च इत्यस्य प्रसक्तिः एव नास्ति इदानीम् अनयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति इति ज्ञायते खलु? समीचीनम्। इदानीं तत्र पमेला भगिनी वदतु, सुपी च इति सूत्रं सप्तमी बहुवचने कार्यं करोति इति इदानीं दृष्टम्, अन्यत्र कुत्र कार्यं कर्तुम् अर्हति? सुपी च इति तृतीय बहुवचने जलयति, बहुवचने जलिये तृतीयविभक्तौ बहुवचने अपि च चतुर्थीविभक्तौ बहुवचने कार्यं कर्तुं शक्यते, अपि च पञ्चमी अपि कार्यं कर्तुम् अर्हति, अपि च सुप् सु तत् सुप् तर्हि अत्र बहुवचने जलियेत् इति सूत्रं तृतीया बहुवचने कार्यं कर्तुम् अर्हति, चतुर्थी बहुवचने, पञ्चमी बहुवचने, सप्तमी बहुवचने। तृतीया बहुवचने यद्यपि तत्र बहुवचने जलियेत् इत्यस्य प्रसक्तिः अस्ति, यथा पूर्वं चर्चितम् अत्र भ्यस् इत्यत्र त्रीणि सूत्राणि प्रसक्तानि, त्रीणि सूत्राणि प्रसक्तानि। रमा भगिनी वदतु कानि तानि? अतो भिस् ऐ बहुवचने जलियेत् सुपि च इति त्रीणि सूत्राणि प्रसक्तानि। तर्हि अन्ततो गत्वा किं तत्र प्राप्तं भवति? अतो भिस् ऐ अपवादसूत्ररूपेण कार्यं करोति। अत्र भिस् इत्यत्र यद्यपि सुपि च इत्यस्य प्रसक्तिः अस्ति, बहुवचने जलियेत् इत्यस्य अपि प्रसक्तिः अस्ति, परन्तु अतो बिस् ऐस् इत्येव कार्यं करोति। किमर्थम् इति चेत् तत्रापि पुनः वयं पश्यामः, बिस् इत्यत्र वृक्षयोगः बिस् इत्यत्रापि त्रीणि सूत्राणि प्रसक्तानि। एकं सूत्रं येन बिस् इत्यस्य स्थाने ऐस् इति आदेशः भवति, अन्यत् सूत्रं येन वृक्ष इत्यत्र अकारस्य स्थाने आकारादेशः, सुपीच इति सूत्रेण बहुवचने जलियेत् इति सूत्रेण वृक्ष इति अकारस्य एकारादेशः इति त्रीणि सूत्राणि प्रसक्तानि। तथापि तत्र अतोपिस् ऐस् इति एव कार्यं करोति। किमर्थम् इति चेत् तत्र अतोपिस् ऐस् इति प्रत्ययादेशः अस्ति, अत्र कार्यं न करोति चेत् तस्य अन्यत्र कार्यक्षेत्रं नास्ति, पृथक् कार्यक्षेत्रम् अन्यत्र कुत्रापि नास्ति। बहुवचने जलियेत् इत्यस्य पृथक् कार्यक्षेत्रम् अस्ति सु इति प्रत्ययस्य, सप्तमे बहुवचने बहुवचने जलियेत् इत्यस्य पृथक् कार्यक्षेत्रम् अस्ति, सुपी च इत्यस्य कार्यक्षेत्रं पृथक् कार्यक्षेत्रम् अस्ति, भ्याम् इति द्विवचने तत्र अस्ति, परन्तु अथोबिस् ऐस् इत्यस्य अन्यत्र अवकाशः नास्ति, अतः अत्रैव कार्यं करोति इति कृत्वा तत्र बिस् इत्यत्र ऐस् इति एव आदेशः भवति। तत्तु भिन्नचिन्तनमस्ति। इदानीम् अस्माकं मूलचिन्तनं प्रति गच्छामः, सुपि च अपि च बहुवचने जलियेत् अनयोः इदानीम् अस्माभिः चर्चितं, तत्र अनयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति। इदानीं कुत्र सुपि च अपि च बहुवचने जलियेत् अनयोः एकत्र प्राप्तिः? अत्र वासुदेवन् महोदय वदतु, कुत्र अनयोः सूत्रयोः एकत्र प्राप्तिः? भगिनी पुनः पृच्छतु। कुत्र सुपि च अपि च बहुवचने जल्येत् कुत्र कस्मिन् स्थले द्वयोः सूत्रयोः एकत्र प्रसक्तिः अस्ति? एकत्र प्रसक्तिः अस्ति चल्येत् सुपि च चल्येत् सप्तमे सुप्रत्यये परे एव सुपि न इदानीं न वक्तुं न शक्नोमि भवती, प्रयत्नं करोतु, भवान् जानाति एव अत्र कुत्र कुत्र प्रसक्तिः इति इदानीं दृष्टवन्तः खलु। सुपि च इति सूत्रं तृतीया चतुर्थी पञ्चमी द्विवचने बहुवचने द्विवचने प्रसक्तिः अस्ति प्रसक्तमस्ति, बहुवचने जल्येत् इति सूत्रं अत्र तृतीया चतुर्थी सप्तमी इति उक्तम्, कुत्र कुत्र पृथक् क्षेत्रम् इति अपि उक्तं, कुत्र एकत्र भवितुम् अर्हति? एकत्र कुत्र भवितुमर्हति? बिस् इति इदानीं त्यजामः, बिस् इति तत्र ऐस् इति आदेशः भवति, अतः बिस् इति त्यजामः, भ्यस् भ्यस् इत्यत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति खलु, प्रसक्तिः अस्ति. तर्हि वृक्षयोगः भ्यः इत्यत्र वृक्षाभ्यः इति भवितुमर्हति, नो चेत् वृक्षेभ्यः इति भवितुमर्हति खलु. अन्ततो गत्वा वयं जानीमः वृक्षेभ्यः इति एव रूपं समीचीनमस्ति. तर्हि वृक्षेभ्यः इति रूपं प्राप्तुं तत्र किं सूत्रं, केन सूत्रेण वृक्षेभ्यः इति रूपं भवति? बहुवचने जल्येत् इति सूत्रेण. बहुवचने जल्येत् इति सूत्रस्य एव प्राप्तिः अन्ततो गत्वा भवति, परन्तु किमर्थम् इति प्रश्नः खलु, किमर्थम् इति प्रश्नः. तर्हि अस्माकं चिन्तनं किम् इति चेत्, यदा वयं चतुर्थी बहुवचने वृक्षयोगः अभ्यस् इति सन्दर्भः अस्ति अस्माकं पुरतः इदानीं, वृक्षयोगः अभ्यस् इत्यत्र वयं चिन्तयामः अत्र कथम् अस्ति रूपं, किं सूत्रम् अत्र कार्यं करोति इति प्रश्ने सति सूत्रद्वयं प्रसक्तमस्ति भ्यस् इत्यत्र, बहुवचने जल्येत् अपि च सुपि च खलु. तदानीं चिन्तनं भवति अत्र किं प्रथमं कार्यं करोति. यदि अत्र सुपि च अत्र कार्यं करोति तर्हि रूपं किं भवति? वृक्षाभ्यः, वृक्षाभ्यः इति रूपं भवति. यदा वृक्षाभ्यः इति रूपं भवति तदानीं बहुवचने जल्येत् कार्यं कर्तुम् अर्हति वा? तदानीं जल्येत् कर्तुं न शक्यते. किमर्थम्? जल्येत् न वक्तुं शक्नोमि. भवान् जानाति महोदय, भवान् वदतु, किं प्रयत्नं करोतु. वृक्षाभ्यः इति रूपमस्ति चेत् इदानीं सुपि च इति कार्यं करोति इति चिन्तयतु. प्रथमं सुपि च इति कार्यं करोति, वृक्षाभ्यः इति रूपमस्ति. इदानीं बहुवचने जल्येत् कार्यं कर्तुं शक्नोति वा? सूत्रम् अस्ति चेदेव कार्यं कर्तुं शक्नोति. सूत्रमस्ति खलु, बहुवचने जलेत् इति सूत्रमस्ति. अत्र शर्मिला भगिनी वदतु, वृक्षयोगः वृक्षाभ्यः सुपि च अनन्तरं वृक्षाभ्यः यदा भवति आकारान्त भवति, अदन्ताङ्ग नास्ति, अन्त्याकारः. बहु समीचीनं. तर्हि यदि सुपि च इति इदानीं तत्र सूत्रद्वयं प्रसक्तमस्ति, वृक्षयोगः भ्यः इति चतुर्थी बहुवचने सूत्रद्वयं प्रसक्तमस्ति, सुपि च अपि च बहुवचने जल्येत्. यदि तत्र अस्माकं चिन्तनार्थं, केवलं चिन्तनार्थं वयं चिन्तयामः, अस्तु सुपि च प्रथमं कार्यं करोतु इति चिन्तयामः, तदानीं वृक्षाभ्यः इति रूपं निष्पन्नं भवति. यदि वृक्षाभ्यः इति रूपं निष्पन्नं भवति तदानीं बहुवचने जल्येत् कार्यं कर्तुं न अर्हति, तस्य कार्यं न भवति. इदानीं भवती वदतु, वृक्षयोगः भ्यः इत्यत्र बहुवचने जल्येत् कार्यं करोति चेत् किं भवति? वृक्षेभ्यः. वृक्षेभ्यः, वृक्षेभ्यः इति भवति. वृक्षेभ्यः इत्यत्र इदानीं सुपि च कार्यं कर्तुम् अर्हति वा? न कर्तुं शक्यते, पुनः अदन्त नास्ति. बहु समीचीनम्, बहु समीचीनं. तर्हि वयम् अत्र द्रष्टुं शक्नुमः वृक्षयोगः भ्यः इत्यत्र सुपि च इति प्रसक्तमस्ति, बहुवचने जल्येत् इति अपि प्रसक्तमस्ति. यदि एकं सूत्रम् अत्र कार्यं करोति तर्हि तदनन्तरम् अन्यत् सूत्रस्य कार्यं नास्ति अत्र, अतः अत्र सङ्घर्षः अस्ति अनयोः, एकमेव कार्यं कर्तुं शक्नोति. तर्हि किम् अत्र कार्यं करोति इति अस्माकं प्रश्नः अस्ति, तस्य निर्णयार्थम् अग्रे पठामः. अस्तु, एतावता कोऽपि प्रश्नः अस्ति वा? अस्तु, इदानीम् अस्तु, अरविन्द महोदय. क्षम्यतां भगिनि, अहं एकवारम् अहं वदामि वा? वदतु. अस्तु, मम सम्यक् अवगतं वा न वा? अस्तु, न श्रूयते भगिनि. श्रूयते, किञ्चित् दूरात् अस्ति, किञ्चित् पार्श्वे आगच्छतु. मम तु हेड्फोन् मध्ये वदामि, न श्रूयते भगिनि. अस्ति, श्रूयते, वदतु. अस्तु, सूपि च कार्यं करोति इत्युक्ते वृक्ष अस्तु भ्याम् अपि च भ्यस् भिस् इति प्रत्यय तु विशेषसूत्रमस्ति. भ्याम् अपि भ्यस् एव सूपि च अत्र प्रसक्ति कार्यं करोति. यदा बहुवचने झल्येत् सूत्रं स्वीकुर्मः तदनन्तरं बहुवचनम् एव आवश्यकम् इत्युक्ते भ्यस् एव सुप् भिस् भिस् पुनः विशेषसूत्रमस्ति अत्र इत्युक्ते यत्र द्वयोः यत्र द्वे सूत्रे कार्यं प्रसक्तिः इत्युक्ते वृक्ष योगभ्यस् एव. किमर्थं भ्यस् एव एकमेव प्रत्यय अस्ति, भ्यां तु द्विवचने अस्ति, सुप् तु तत्र सुपि च एव कार्यं न करोति तत्र. इत्यनेन इत्यनेन भ्यस् एव एकमेव स्थले द्वे सूत्रे कार्यं करोति इति. समीचीनम्. अपि च तत्र किं वक्तव्यम् इति चेत् अस्माकं सन्दर्भे भ्यस् इत्यत्र सूत्रद्वयं प्रसक्तमस्ति, परन्तु कीदृशसूत्रद्वयम् इत्युक्ते तादृशसूत्रं यस्य ययोः अन्यत्र लब्धावकाशः अस्ति खलु. अस्तु अस्तु, इति अपि अत्र मुख्यविषयः अस्ति, न स्मर्तव्यं. भ्यस् इत्यत्र यद्यपि वृक्षयोगः भ्यः इत्यत्र सुपि च इत्यपि प्रसक्तमस्ति, बहुवचने जल्येत् इत्यपि प्रसक्तमस्ति, परन्तु अनयोः सूत्रयोः अन्यत्र लब्धावकाशः अपि अस्ति. कुत्र अस्ति अन्यत्र लब्धावकाशः? भ्यां सुपि च सूत्रस्य कृते भ्याम् अपि च बहुवचने झल्येत् सूत्रस्य कृते सुप् अपि प्रत्यय आयाति. सप्तमी बहुवचने सु इति प्रत्ययः इति तत्र पृथक् पृथक् कार्यक्षेत्रम् अस्ति. इदानीं तादृशसन्दर्भः यत्र एकस्मिन्नेव स्थले सूत्रद्वयं प्रसक्तमस्ति, अनयोः सूत्रयोः अन्यत्र लब्धावकाशः अपि अस्ति, तदानीं किं करणीयम् इति प्रश्नः खलु. अस्तु अस्तु, अवगतम् अवगतम्. अस्तु, समीचीनम्. इदानीम् अत्र अरविन्द महोदय अग्रे पठतु. अत्र वृक्षयोगः वृक्षयोगः भ्याम् इति स्थितौ वृक्षयोगः भ्याम् इति स्थितौ सुपि च इत्यस्य प्रसक्तिरस्ति, बहुवचने जल्यस् इत्यस्य प्रसक्तिर्नास्ति, यतः भ्यां बहुवचनार्थे नास्ति. वृक्षयोगः सु इति स्थितौ बहुवचने जल्येत् इत्यस्य प्रसक्तिरस्ति, सुपि च इत्यस्य प्रसक्तिर्नास्ति, यतः सुप् ययादि नास्ति. अतः उभयत्र एकत्र प्राप्तिः नास्ति, सूत्रविरोधः नास्ति, उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः इति अस्माभिः ज्ञातं. अग्रे पठतु. वृक्षयोगाभ्यस् अत्र किं भवति इति पश्यामः. भ्यस् ययादि सुप्रत्ययः अथ सुपि च इत्यस्य प्रसक्तिरस्ति. भ्यस् जलादि बहुवचनार्थे सुप्रत्ययः अतः बहुवचने जल्येत् इत्यस्य प्रसक्तिरस्ति. द्वे अपि सूत्रे अन्यत्र लब्धावकाशे अपि च तयो अधुना एकत्र प्राप्तिः. वृक्षयोगः भ्यस् इत्यस्यां स्थितौ अतः अत्र तुल्यबलविरोधः वर्तते. द्वयो सूत्रयो कस्य अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठेम. अत्र भ्यस् इति प्रत्ययस्य विषये अदन्त अङ्गमस्ति वृक्ष अदन्त इति कृत्वा द्वयोः सूत्रयोः समान अवकाशः अस्ति, किन्तु भ्यस् इति सुपि च इति सूत्र अन्तर्गतं भवति ययादि अस्ति कृत्वा एवं जल्येत् बहुवचने जल्येत् बहुवचन प्रत्ययः कृत्वा बहुवचने जल्येत् जल् जलादिप्रत्ययः अस्ति कृत्वा तस्यापि तस्य सूत्रस्यापि प्रसक्तिर्भवति इति कृत्वा द्वयोः सूत्रयोः एकत्र अवकाशः भवति. तत् किं वयं वदामः? तुल्यबलविरोधः इति वक्तुं शक्यते. तुल्यबलविरोधः इति वक्तुं शक्नुमः. तर्हि अत्र विजयलक्ष्मी भगिनी एकवारं पुनः वदतु, तुल्यबलविरोधः इत्युक्ते किम्? यदा एकस्मिन् स्थले एव सूत्रद्वयं सङ्घर्षः करोति, द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति, तदा एव एकस्मिन् स्थले यदा तेषां सङ्घर्षः भवति, तत्र कस्मिन् कस्य सूत्रस्य कार्यं भवति इति निर्णेतुं तुल्यबलविरोधः इति स्थितिः भवति. तत्र कस्मिन् कस्य सूत्रस्य कार्यं भवति इति निर्णयं करणीयम्. समीचीनम्. इत्युक्ते तत्र किं स्मर्तुं शक्नुमः इति चेत्, एकः राजा अस्ति, तस्य एकं राज्यम् अस्ति, तस्मिन् राज्ये तस्य अधिकारः अस्ति, तत्र सः किमपि कर्तुं शक्नोति, तस्य इच्छानुगुणं किमपि कर्तुं शक्नोति तस्मिन् राज्ये. इदानीम् अत्र द्वितीयः राजा अस्ति, सः अपि तथैव कर्तुं शक्नोति स्वस्य राज्ये. इदानीम् अन्यत्र एकं स्थलम् अस्ति यत्र तत्र राजाद्वयमपि आगत्य तत्र युद्धं करोति, अत्र इदं राज्यं मम इति युद्धं करोति, तस्मिन् सन्दर्भे किं तत्र भवितुम् अर्हति इति प्रश्नः. इदानीं पश्यामः चेत् द्वयोः तत्र राज्ञोः तुल्यबलम् अस्ति. किमर्थं तुल्यबलम् इति चेत्, द्वयोः अपि एकमेकं राज्यम् अस्ति खलु, स्वस्य राज्यम् अस्ति, यत्र ते यत्र तौ कार्यं कर्तुम् अर्हतः खलु, इति तादृशम् अस्ति अत्र सन्दर्भः. तदेव तुल्यबलविरोधः इति, समानबलम् अस्ति ययोः. अस्तु, इदानीम् अग्रे गच्छेम. सूर्यकुमारी भगिनी पठतु. भगिनि, तुल्यबलविरोधः, तुल्यबलविरोधः अस्ति चेत् तत्र इदानीं प्रश्नः अस्ति, यत्र द्वयोः सूत्रयोः तुल्यबलविरोधः अस्ति, तदानीं किं सूत्रं प्रथमं कार्यं करोति इत्यस्य विषये अग्रे उच्यते. वदतु, पठतु. प्रथमम् एकम् उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिरस्ति परन्तु तुल्यबलविरोधः नास्ति. अत्र योगः एव अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः, परन्तु शास्त्रीयदृष्ट्या कथं सिद्ध्यति इति पश्येम. अत्र द्वयोः सूत्रयोः प्रसक्तिरस्ति, आद्गुणः च वृद्धिरेधि च. तुल्यबलविरोधः किम् इति प्रसक्तिः. प्रथमं तुल्य एकत्र प्राप्ति अस्ति परन्तु तत्र तुल्यबलविरोधः नास्ति. अन्ये स्थलेषु तुल्यबल अस्ति चेत् सङ्घर्षण अस्ति. उदाहरणमस्ति अत्र योगः एव किं वदामः, शास्त्रीदृष्ट्या पश्येम. अत्र योगः एव प्रसक्तिः अस्ति, आद्गुणः वृद्धिरेधि च द्वयोः प्रसक्तिः अस्ति. त्वयोः निमित्तमस्ति अकारान्त अङ्गस्य अचि परे प्रसक्तिः अस्ति. समीचीनं भगिनि. आम् समीचीनम्. इदानीं तत्र किं कुर्मः इति चेत्, इदानीं तत् किञ्चित् त्यक्त्वा यत्र तुल्यबलविरोधः अस्ति तत्र किं करणीयम् इति एकवारं दृष्ट्वा, तदनन्तरं यत्र तुल्यबलविरोधः नास्ति इति पश्यामः, तदानीं किञ्चित् स्पष्टता भवति इति अहं चिन्तयामि. यतोहि तुल्यबलविरोधं तुल्यबलविरोधः नास्ति इति द्वयं मिलित्वा पठामः चेत् किञ्चित् क्लेशः भवितुमर्हति. इदानीं यत्र तुल्यबलविरोधः अस्ति तत्र किं भवति इति अग्रे पश्यामः. तर्हि अत्र अत्र एव अन्तिमपरिच्छेदम् अस्ति खलु, तत्र तर्हि अत्र तुल्यबलविरोधः नास्ति अतः किं सूत्रं कार्यं करोति इति निर्णेतुं समस्या नास्ति. अधुना अस्माकं पूर्वतन उदाहरणं प्रत्यागच्छामः, ततः आरभ्य पठामः. अत्र वंशी भगिनी पठति वा अन्तिमपरिच्छेदं? कुत्र अस्ति भगिनि, एकनिमिषम् अहं अग्रे किञ्चित् अग्रे गच्छतु. अत्र अग्रे आद्गुणः वृद्धिरेचि सर्वम् अन्तिमपरिच्छेदम्. अत्र द्वितीयबिन्दुः यत्र अस्ति खलु, तस्मात् पूर्वं प्रतिषेधे परं कार्यम् इत्यस्मात् पूर्वम् एकं परिच्छेदम् अस्ति, तत्र पठतु. हा एकनिमिषं भगिनि, अहं न प्राप्तं, मया न प्राप्तम्, एकनिमिषं. तत्र पूर्वपरस्थितिः द्वितीयबिन्दुः अस्ति खलु, विप्रतिषेधे परं कार्यं इति बिन्दुः अस्ति खलु, विप्रतिषेधे परं कार्यं तस्मात् पूर्वम् एकं परिच्छेदम् अस्ति, ततः पठतु. एकनिमिषं भगिनि, विप्रतिषेधे परं कार्यम् इति प्राप्तं वा? तदेव पश्यन्ति अस्मि. किञ्चित् अग्रे तदेव सूत्रं किल, विप्रतिषेधे परं कार्यं, विप्रतिषेधे परं कार्यम् इति द्वितीयबिन्दुः अस्ति भगिनि, यत्र भगिनी इदानीं स्थगितवती. आम् आम् प्राप्तं भगिनि, तस्मात् पूर्वं वा? तस्मात् पूर्वम् एकं परिच्छेदमस्ति, तर्हि अत्र प्राप्तं. क्षम्यतां भगिनि, किञ्चित् विलम्बः जातः. अस्तु, तर्हि अत्र तुल्यबलविरोधः नास्ति अतः किं सूत्रं कार्यं करोति इति निर्णेतुं समस्या नास्ति. अस्तु, अधुना अस्माकं पूर्वतनम् उदाहरणं प्रत्यागच्छाम. वृक्षयोगः भ्यस्, अत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः, सुपि च बहुवचने जल्येत् च, द्वयोरपि अन्यत्र लब्धावकाशः अतः तुल्यबलविरोधः अस्ति. तुल्यबलविरोधः इत्यस्य समानार्थी शब्दः विप्रतिषेधः. अत्र कस्य सूत्रस्य प्राप्तिः भवेत् इति निर्णेतुम् एकं सूत्रं साहाय्यं करोति. अस्तु, अस्माभिः अधुना एव पठितं, तत्र सूत्रद्वयस्य एकत्र एकस्मिन् स्थले सूत्रद्वयस्य प्रसक्तिः अस्ति, सुपि च अपि च बहुवचने जल्ये. तत्र द्वयोः अन्यत्र लब्धावकाशः अपि अस्ति, इत्युक्ते द्वयोः सूत्रयोः अन्यत्र कार्यम् अपि भवितुम् अर्हति. अतः तत्र द्वयोः सूत्रयोः समानबलः स्तः. अधुना तु कस्य सूत्रस्य प्रसक्तिः भवति इत्युक्ते, तत्र वृक्षयोगः भ्यस् इत्यस्मिन् स्थले सूत्रद्वयस्य प्रसक्तिः अस्ति. तर्हि तस्य प्रसक्तिः भवति इत्युक्ते, तस्मिन् समये तत्र तुल्यबलविरोधः इति वदामः, तत्र महाभाष्यवाक्यं यत्र अस्ति, अन्यत्र लब्धावकाशयोर् एकत्र प्राप्तिः तुल्यबलविरोधः इत्यस्मिन् वाक्ये तत्र किं भवितव्यम् इति एकं सूत्रं तस्य प्रसक्ति तत्र चर्चा भवति. तत्र सूत्रम् अस्ति सूत्रं नास्ति, तत्र शब्दः अस्ति, समानार्थी शब्दः अस्ति विप्रतिषेधः. तत्र विप्रतिषेधः इति कारणेन वयं निर्णेतुं कर्तुं शक्नुमः कस्य सूत्रस्य प्रसक्तिः प्राप्तिः तत्र अस्ति. यतोहि द्वयोः सूत्रस्य प्रसक्तिः अस्ति, परन्तु कस्य सूत्रस्य प्राप्तिः भवेत् इति विप्रतिषेधः इति कारणेन वयं निर्णेतुं शक्नुमः भगिनि. अग्रे पठतु. इत्युक्ते अत्र अस्माकं सन्दर्भः कः इति मनसि अस्ति खलु, वृक्षयोगः भ्यस् इति एव सन्दर्भः अस्ति, तत्र सूत्रद्वयं प्रसक्तम्, सुपि च अपि च बहुवचने जल्लियत् इति अस्माकं सन्दर्भः अस्ति. सुपि च इत्यस्य पृथक् कार्यक्षेत्रम् अस्ति. बहुवचने जल्लियत् इत्यस्य अपि पृथक् कार्यक्षेत्रम् अस्ति. सूत्रद्वयं पृथक् पृथक् कार्यं कर्तुं शक्नोति, यत्र सङ्घर्षः नास्ति इति. तादृशसन्दर्भे वयं वदामः सुपि च बहुवचने जल्येत् अनयोः तुल्यबलविरोधः अस्ति, तुल्यबलविरोधः अस्ति इति वदामः. तुल्यबलविरोधः इत्युक्ते किम् इति चेत् विप्रतिषेधः इत्यस्यैव अन्यत् नाम अस्ति तुल्यबलविरोधः इति. तर्हि इदानीं कथं निर्णयः भवति इति चेत् तदर्थम् अत्र एकं सूत्रमस्ति, विप्रतिषेधे परं कार्यम् इति सूत्रं. पठतु भगिनि. आं भगिनि, विप्रतिषेधे परं कार्यं समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातश्चेत् परसूत्रस्य कार्यं पूर्वं भवति. विप्रतिषेधे सप्तम्यन्तं परं प्रथमान्तं कार्यं प्रथमान्तं त्रिपदमिदं सूत्रं. विप्रतिषेधे इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः. अस्तु, तत्र विप्रतिषेधे परं कार्यम् इति सूत्रमस्ति. विप्रतिषेधे इत्युक्ते तत्र अर्थम् अस्ति, अर्थः अस्ति समानबलः, सूत्रद्वयस्य समानबलौ स्तः इति भवितुमर्हति. तत्र विप्रतिषेधे परं कार्यम् इत्यस्मिन् परं परसूत्रस्य कार्यं भवति. अष्टाध्याय्यां यत् सूत्रं परमस्ति तस्य कार्यं भवति पूर्वसूत्रं प्रति. अतः एतस्य सूत्रस्य कारणेन वयं निर्णेतुं शक्नुमः कस्य सूत्रस्य कार्यं भवति, यत्र सूत्रद्वयस्य प्रसक्तिः अस्ति. अधुना तु सुपि च अपि च बहुवचनजल्येत् इत्यस्मिन् कः किं सूत्रं परसूत्रमस्ति तस्य एव कार्यं भवति इति अत्र अस्ति भगिनि. हा, समीचीनं. तर्हि अत्र अस्माकं सूत्रमस्ति विप्रतिषेधे परं कार्यं. विप्रतिषेधे इति तत्र विभक्तिः का? सप्तमी विभक्ति अस्ति भगिनि. तत्र अर्थः कः सप्तमीविभक्तेः? परनिमित्तं पूर्वकार्यम् अस्ति. अत्र तथा अस्ति वा? तदा नास्ति. तत्रैव वद तत्र सम्बन्धः विप्रतिषेधे सम्बन्धः अस्ति वा विप्रतिषेधे परं कार्यं? सम्बन्धः इत्युक्ते षष्ठी एव भवति खलु? षष्ठी एव भवति. विप्रतिषेधे इत्यस्मिन् तत्र न तत्र अधिकरणमस्ति वा विप्रतिषेधे परं कार्यं वा भगिनि? विषयसप्तमी तस्मिन् विषये विप्रतिषेधः इति विषये परं कार्यं भवति इति अर्थः. विप्रतिषेधः इति विषयः यत्र अस्ति तत्र परं कार्यं भवति इति अर्थः. विप्रतिषेधे परं कार्यम् इति अत्र सूत्रमस्ति. अनेन सूत्रेण वयं निर्णयं कर्तुं शक्नुमः इति एकं सूत्रमस्ति. बलाबलचिन्तनप्रसङ्गे एकं सूत्रमस्ति विप्रतिषेधे परं कार्यं. विप्रतिषेधे परं कार्यम् इति सूत्रं तत्रैव कार्यं करोति यत्र सूत्रयोः समानबलम् अस्ति, तुल्यबलविरोधः अस्ति. एकस्मिन् एव स्थले सूत्रद्वयं प्रसक्तम् अस्ति. सूत्रद्वयस्यापि अन्यत्र अन्यत्र लब्धावकाशः अस्ति. सूत्रद्वयस्यापि पृथक् पृथक् कार्यक्षेत्रम् अस्ति. परन्तु इदानीम् एकस्मिन् स्थले अनयोः सङ्घर्षः अस्ति. तदानीं तत्र किं सूत्रं कार्यं करोति इति चेत् परसूत्रं कार्यं करोति. परसूत्रम् इति कथं जानीमः? परसूत्रम् इत्यस्य कः अर्थः? सूत्रसङ्ख्या दृष्ट्वा जानीमः परसूत्रं किम् अस्ति भगिनि. हा, सूत्रसङ्ख्यां दृष्ट्वा वयं जानीमः किं सूत्रं परसूत्रम् अस्ति. तर्हि यत् सूत्रं परम् अस्ति, यस्य सङ्ख्या अधिका अस्ति, इत्युक्ते एकं सूत्रं सप्तमाध्यायस्य प्रथमपादे अस्ति, अन्यत् सूत्रं सप्तमाध्यायस्य द्वितीयपादे अस्ति चेत् तत्र परसूत्रं द्वितीयपादे यत् सूत्रमस्ति तदेव प्रथमं कार्यं करोति. इदानीम् अत्र अग्रे उमा भगिनी अग्रे पठतु. वृक्षयोगः अभ्यस् क्षम्यतां भगिनि, तत्र एतत् सूत्रं परिभाषासूत्रमस्ति वा? यत्र परिभाषासूत्रम् इत्येव अस्ति. परिभाषासूत्रम् इत्येव यतोहि सहायं करोति खलु, पृथक्तया तस्य कार्यं नास्ति कुत्रापि. आम् सत्यम्. अपि च तत्र स्पष्टीकरणार्थमेव भवति इति मम चिन्तनम् अस्ति. स्पष्टीकरणार्थमेव परिभाषासूत्रमेव अस्ति. अस्तु अस्तु, धन्यवादः. अस्तु, इदानीम् उमा भगिनी अग्रे पठतु. वृक्षयोगः अभ्यस् वृक्षयोगः अभ्यस् विप्रतिषेधे परं कार्यं सुपि च 73102 इत्यस्य अपेक्षया बहुवचने झल्येत् 73103 परम् अस्ति. अतः तत् बलवत् एकारादेशः वृक्ष योगः ये योगः व्यस् वृक्षेभ्यः. अत्र विप्रतिषेधः तुल्यबलविरोधः द्वयोः सूत्रयोः वृक्षयोगः व्यस् अत्र स्थले कार्यं कर्तुम् आगच्छतः. तत्समये विप्रतिषेधे परं कार्यम् इति सूत्रम् अत्र कार्यं कर्तुं किं सूत्रम् उपयोगितव्यम् इति वदति. विप्रतिषेधे परं कार्यम् इति सूत्रे सूत्रः सोरि विप्रतिषेधे परं कार्यम् इति सूत्रेण सुपि च बहुवचने झल्येत् द्वयोः सूत्रयोः सप्तमध्याये तृतीयपादे सुपि च 102 बहुवचने झल्येत् 103 तस्मात् बहुवचने झल्येत् परं सूत्रम् तदेव अत्र कार्यं करोति. तत् बलवत् अत्र ये वृक्षयोगः अत्र वृक्ष इति वृक्ष अत्र अकारस्थाने एकारादेशः भवति तस्मात् वृक्ष प्लस् वृक्षयोगः ये योगः प्लस् वृक्षेभ्यः इति आगच्छति. हा बहु समीचीनं बहु सम्यक् भगिनि. अस्तु अत्र शोभा भगिनी वदतु अत्र वृक्षयोगः अभ्यस् इत्यत्र विप्रतिषेधे परं कार्यम् इत्यस्य किं कार्यम्? आं भगिनि तत्र विप्रतिषेधे परं कार्यम् इत्युक्ते अधुना भवती उक्तवती परिभाषासूत्रम् अस्ति इति इति अपि च एतत् सूत्रस्य कार्यं यदा तुल्यबलं भवति तदा भवति. तुल्यबल विरोधः अथवा तुल्यबलम् इत्युक्ते एकत्र द्वयोः सूत्रयोः प्रसक्तिः अपि च द्वयोः सूत्रयोः अपि अन्यत्र लब्धावकाशः अस्ति. अतः यदा तौ द्वौ सूत्रौ आगच्छन्ति एकस्थले एककाले तदा तत्र सङ्घर्षः भवति. अपि च तुल्यबलविरोधः इत्युक्ते पर्यायवाचकशब्दः अस्ति विप्रतिषेधः इति. अतः तत्र विप्रतिषेधे इत्युक्ते विषय सप्तमी इति ज्ञातवन्तः. विप्रतिषेधे विप्रतिषेधः यदा भवति तत्र विप्रतिषेधे परं कार्यम् इत्युक्ते परसूत्रं कार्यं करोति तत्र बलवत् भवति इति कृत्वा. अतः तत्र यदा वृक्षयोगः भ्यस् इति आगच्छति तत्र वृक्ष इत्यस्य ह्रस्व आकारः अस्ति तस्य अपि तत्र तत् एकं निमित्तम् अपि च भ्यस् इति अस्ति. तत् निमित्तं किम् इत्युक्ते पूर्वं दृष्टवन्तः सुपि च इत्यस्मिन् ययि सुपि परे भवेत् इति अपि च बहुवचने झल्येत् इत्यस्मिन् झलि अपि सुपि इति परं भवेत् इति. अतः तत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति किन्तु बहुवचने झल्येत् इति परं परसूत्रम् अस्ति किं सुपि च इत्यस्य अपेक्षया. अतः तत्र तत् सूत्रस्य कार्यं भवति यतोहि तत्र वृक्षयोगः भ्यस् इत्यस्य अकारस्य बहुवचने झल्येत् इति सूत्रेण एकारः भवति इति कृत्वा वृक्षयोगः अकारस्य एकारः वर्णमेलनेन वृक्षेभ्यः इति भवति भगिनि. हा बहु समीचीनं भगिनि समीचीनं सम्यक्तया अवगतवती भवती. धन्यवादः सम्यक् तावत् बुद्धं खलु. इदानीम् अग्रिमं परिच्छेदं पठित्वा भिन्नविषयं प्रति गच्छामः. अग्रिमपरिच्छेदः अस्ति लक्ष्मीभगिनी अग्रे पठतु. आं भगिनि अष्टाध्याय्यां यत्र यत्र तुल्यबलविरोधः तत्र तत्र विप्रतिषेधे परं कार्यम् आगत्य सूचयति यत् परसूत्रस्य कार्यं पूर्वं भवति. ध्येयं यत् अस्य सूत्रस्य प्रसक्तिर्नास्ति त्रिपाद्यां. इयं सूचना अग्रे अस्ति. अध्यायदृष्ट्या पाददृष्ट्या सूत्रसङ्ख्यादृष्ट्या एकं सूत्रं परम् अस्ति चेत् तत् सूत्रं परसूत्रम् इति उच्यते. अत्र तुल्यबलविरोधः अष्टाध्यायं यत्र यत्र अस्ति तत्र तत्र विप्रदिश्यते परं कार्यम् इति सूत्रं प्रवर्तते. इत्युक्ते तुल्य एकस्मिन् स्थले एव द्वयोः सूत्रयोः आगत्य अहं कार्यं करिष्यामि इति वदति चेत् तत्र विरोधः भवति, सङ्घर्षः भवति, तुल्यबलसूत्रयोः सङ्घर्षः भवति. तथा अपि च तत्र द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः च अस्ति. तादृशसन्दर्भे विप्रतिषेधे परं कार्यं सूत्रं प्रवर्तते. एतत् सूत्रं त्रिपाद्यं न भवति यतः तत्र पूर्वत्रासिद्धम् इति सूत्रमेव प्रवर्तते. पूर्वं परं सूत्रं कथं निर्णेतुं शक्यते इति चेत् सूत्रसङ्ख्यादृष्ट्या प्रथम अध्यायस्य दृष्ट्या पाददृष्ट्या अनन्तरं सूत्रसङ्ख्यादृष्ट्या यत् सूत्रं प्रथममस्ति तत् सूत्रं पूर्वसूत्रं तत् परं यत् सूत्रम् अस्ति तत् परसूत्रम् इति वक्तुम् इति उच्यते. हा समीचीनं भगिनि, समीचीनम्. अत्र किं स्मर्तव्यम् इति चेत् विप्रतिषेधे परं कार्यम् इति सूत्रे यद्यपि न उक्तम् अत्र सपादसप्ताध्यायमेव अहं कार्यं करोमि इति न उक्तम्. सपादसप्ताध्यायमेव विप्रतिषेधे परं कार्यम् इति परिभाषासूत्रं कार्यं करोति इति कुत्रापि न उक्तं. तथापि विप्रतिषेधे परं कार्यम् इत्यस्य कार्यं त्रिपाद्यां न भवति. वयं सर्वे जानीमः खलु सपादसप्ताध्यायी त्रिपादी इति जानीमः खलु. अत्र राजीभगिनी स्मारयतु भगिनि, सपादसप्ताध्यायी इत्युक्ते किम्? अत्र त्रिपादी इत्युक्ते प्रथम द्वितीय तृतीय चतुर्थ पञ्चम षष्टि सप्त अध्यायस्य प्रथमपादपर्यन्तम् अष्टम प्रथमपादपर्यन्तं सपादसप्ताध्यायी इति उच्यते. तदनन्तरं द्वितीयपादात् आरभ्य अन्तिमपादपर्यन्तं त्रिपादी इति उच्यते. समीचीनाध्यायी. हा समीचीनम्, धन्यवादः. इदानीम् अत्र अष्टाध्यायी इति ग्रन्थः कथं चिन्तनीयम् इति चेत् अष्टाध्यायी इति ग्रन्थे ग्रन्थद्वयम् अस्ति इति चिन्तनीयम्. अष्टाध्यायी इति ग्रन्थे एव ग्रन्थद्वयम् अस्ति. तत्र प्रथमः ग्रन्थः कः इति चेत् सपादसप्ताध्यायी. तस्मिन् ग्रन्थे किं किं भवति इति चेत् प्रथमाध्यायात् आरभ्य अष्टमाध्यायस्य प्रथमपादपर्यन्तम् एकः ग्रन्थः. द्वितीयः ग्रन्थः त्रिपादी इति वदामः. द्वितीयग्रन्थे के भागाः इति चेत् अष्टमाध्यायस्य द्वितीयपादः, तृतीयपादः, चतुर्थपादः, केवलं त्रयः पादाः. अष्टमाध्यायस्य त्रयः पादाः, द्वितीय तृतीय चतुर्थः पादाः त्रिपादी इति ग्रन्थे भवन्ति. तर्हि इदानीं विप्रतिषेधे परं कार्यम् इति सूत्रे यद्यपि किमपि न उक्तं, कुत्र अस्य परिभाषायाः प्रयोजनम् इति किमपि न उक्तं, तथापि वयं ज्ञातुं शक्नुमः विप्रतिषेधे परं कार्यम् इति सूत्रं सपादसप्ताध्यायाम् एव सहकरोति, न तु त्रिपाद्यां. त्रिपाद्यां किमर्थं न सहकरोति इति अग्रे आयास्यति तस्य विषये. परन्तु किं स्मर्तव्यम् इति चेत् यत्र तुल्यबलविरोधः अस्ति परसूत्रस्य बलं विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रस्य बलम् इति कुत्र वदामः इति चेत् सपादसप्ताध्यायाम् एव वदामः. त्रिपाद्यां तादृशव्यवहारः नास्ति. किमर्थं नास्ति इति अग्रे पश्यामः. स्पष्टं वा? अत्र एकः संशयः भगिनि, बहुवचने झल्येत् इति व्यक्तेन उच्यते अत्र. अत्र वृक्षयोगः अभ्यस् बहुवचने एव, तस्मात् बहुवचने झल्येत् एव कार्यं कर्तुं शक्यते इति किमर्थं न वदामः? सुपि च आगन्तुम् अवश्यमपि नास्ति न? किमर्थम् आवश्यकं नास्ति? तद् प्रसक्तमस्ति खलु? प्रसक्तमस्ति, किन्तु बहुवचने झल्येत् इति स्पेसिफिकलि सेड् नु. सो अत्र वृक्षयोगः अभ्यस बहुवचन, तस्मात् बहुवचने झल्येत् एव कार्यं कर्तुम् अर्हति. न न तत् कथं निर्णेतुं शक्यते, तत्र सूत्रद्वयमपि प्रसक्तं, तत्र चिन्तनीयं भवति किं कार्यं करोति इति. अत्र तु बहुवचने इति उक्तत्वात् भवति वदति, ओ बहुवचने इति उक्तं खलु तर्हि किमर्थं सुपि च इत्यस्य चिन्तनम् इति वदति, परन्तु सर्वत्र तथा न भवति. सर्वत्र एवमेव न भवति, तत्र सर्वत्र चिन्तनीयं भवति किं सूत्रं कार्यं करोति इति चिन्तनीयं भवति. अत्र बहुवचने इति उक्तत्वात् भवति वदति, ओ बहुवचने इति उक्तम् अतः एतदेव कार्यं करोति इति वदति, तथा नास्ति. तथा नास्ति, बहुवचने इति उक्तं चेदपि अत्र सूत्रद्वयं प्रसक्तम्, अतः बलाबलस्य चिन्तनं करणीयं. तर्हि अन्ततो गत्वा भवत्याः निर्णयः तदेव भवति, बहुवचने जल्यत् इत्येव कार्यं करोति, परन्तु किमर्थम् इति चेत् तुल्यबलविरोधः अस्ति, परं कार्यम् अस्ति इति कृत्वा तस्य कार्यं. धन्यवादः. अपि च भगिनी, सुपि च सूत्रे द्वितीयविभक्तौ तृतीय बहुवचने द्विवचने भवति इति तु न उक्तं, न आयाति, अतः तत् आयाति एव. सत्यं सत्यं, तत् प्रसक्तमेव, तत् तस्य प्रसक्तिः बहुवचने अपि अस्ति. सूत्रे तु किमपि न उक्तं, बहुवचने द्विवचने एकवचने किमपि न उक्तम्. ययादि सुपि इति उक्तं, तर्हि यत्र यत्र ययादि सुपि तत्र सर्वत्र अस्य प्रसक्तिः अस्ति, अतः तत्र प्रश्नः उदेति एव, किमर्थं किं सूत्रं प्रथमम् इति प्रश्नः उदेति. अस्तु, तावत् बुद्धं चेत् इदानीं यत्र तुल्यबलविरोधः नास्ति तत्र पश्यामः. भगिनि, यदि विषयसप्तमी एवं सतिसप्तमी एकमेव कार्यं बोधयति वा? विषयसप्तमी अपि च सतिसप्तमी एकमेव कार्यं बोधयति वा इति न. विषयसप्तमी इति साधारणसप्तमी, सप्तमी विभक्तेः एव विषयसप्तमी, औपश्लेषिकसप्तमी, अपि च किमस्ति तत्र अन्यत् किमपि अस्ति तत्र एकस्मिन् इत्युक्ते अधिकरणसप्तमी, अधिकरणार्थे सप्तमी भवति खलु, एकस् अधिकरणे एकस्मिन् स्थले. इदानीं बालकः आसन्दे उपविशति अथवा कटे उपविशति इति वदामः चेत् एक अधिक तत्र औपश्लेषिकसप्तमी अस्ति. औपश्लेषिकसप्तमी इत्युक्ते एकस्मिन् स्थले सः, अधिकरणे एकस्मिन् स्थले सः उपविष्टः अस्ति. अभिव्यापकः अस्ति चेत् यथा वयं वदामः तिलेषु तैलम् इति वदामः चेत् तिलेषु इति सप्तम्यन्तम् अस्ति. तिलेषु तैलम् इत्यत्र तैलं कुत्र अस्ति इति चेत् सर्वत्र अस्ति तिले. तिले कुत्र अस्ति इति न जानीमः, सर्वत्र अस्ति, अभिव्याप्य अस्ति, तर्हि अभिव्यापकसप्तमी. अपि च तत्र इच्छार्थे विषयसप्तमी, इच्छार्थे अपि सप्तमी भवति. मम संशयः अस्ति, विप्रतिषेधे सति परं कार्यम् इति समीचीनं वा इति. विप्रतिषेधे, विप्रतिषेधे सति परं कार्यम्, विप्रतिषेधे सति परं कार्यम् इति अस्तु. विप्रतिषेधे सति परं कार्यम् इति वक्तुं शक्नुमः, परन्तु व्याख्यानेषु तथा अस्ति वा इति एकवारं द्रष्टव्यं. दृष्ट्वा दृष्टवान् वा भवान्? न, चिन्तितवान्. हा, विप्रतिषेधे परं कार्यम् इत्यत्र विप्रतिषेधे सति परं कार्यम् इति भवान् वक्तुम् इच्छति, तर्हि व्याख्यानेषु तथा अस्ति वा इति चिन्तनीयं. तुल्यबलविरोधः विप्रतिषेधः कुत्रापि तथा नास्ति, तुल्यबलविरोधे परं कार्यम् इत्येव उक्तमस्ति. अस्तु भगिनि, तुल्य किमर्थं तथा नास्ति इति चिन्तनीयं, किमर्थं तथा नास्ति तत्र सतिसप्तमी इति किमर्थं नास्ति इति चेत्, यदि एकत्र एका क्रिया अस्ति, पूर्वम् एका क्रिया अस्ति तदनन्तरम् अन्या क्रिया अस्ति. इदानीं बालके गते सति माता आगच्छति इति अहं वदामि चेत्, बालके गते इति तत्र क्रिया अस्ति, यदा बालकस्य गमनं भवति तदानीं माता अन्या क्रिया, मातुः आगमनम् अस्ति. एकां क्रियाम् अधिकृत्य अन्या क्रिया, एकां क्रियाम् आश्रित्य अन्या क्रिया भवति, तत्र सतिसप्तमी इति वदामः. अत्र विप्रतिषेधे परं कार्यम् इत्यत्र विप्रतिषेधे सति, विप्रतिषेधः इति क्रिया अस्ति वा इति प्रश्नः. अस्तु, विप्रतिषेधः इति क्रिया नास्ति खलु. कथं जानीमः क्रिया अस्ति, प्रतिषेध इति वाक्यमस्ति महोदय तत्र. विप्रतिषेधः इत्यत्र विप्रतिषेधः इत्यत्र तत्र प्रकृतिप्रत्ययः किम् अस्ति इति द्रष्टव्यं. प्रकृतिप्रत्ययः किं पुल्लिङ्गवाक्यमस्ति भगिनि, कान्फ्लिक्ट् इति अर्थे अस्ति. हा, परन्तु तत्र क्रिया नास्ति इति कथं जानीमः इति महोदयस्य प्रश्नः. तर्हि प्रकृतिः कः प्रत्ययः, क्रिया तु तत्र अस्ति इति एव खलु. विप्रतिषेधः अस्ति चेत् परं कार्यं भवति इति. विप्रतिषेधः अस्ति, अस्ति इति अध्याहारः सर्वत्र भवति खलु. अस्तित्वं सर्वत्र अस्ति, अस्तित्वम् आधारीकृत्य तत्र अस्माकं सतिसप्तमी न प्रवर्तते खलु. यस्य च भावेन भावलक्षणम् इति सूत्रमस्ति सतिसप्तमेः. यत्र एका क्रिया अस्ति तां क्रियाम् आश्रित्य अन्या क्रिया यत्र भवति तत्र विप्रतिषेधः इति वदामः. अत्र तु विप्रतिषेधे परं कार्यम् इति चेत् विप्रतिषेधस्य विषये इति एव अर्थः अस्ति, न तु विप्रतिषेधे सति. सुबन्तपदमेव, सर्वत्र सुबन्तपदमेव. यदि बालके गते सति इति वदामः तत्रापि बालके इति तत्र सुबन्तमेव. परन्तु अत्र क्रिया अस्ति खलु, गतः इति क्रिया अस्ति, अतः तत्र सति सप्तमी भवति. अस्तु, इदानीम् अस्माभिः चर्चितं यत्र विप्रतिषेधः अस्ति तत्र किं भवति इति अस्माभिः चर्चितम्. एतावता स्पष्टं खलु, कोऽपि प्रश्नः वा? अस्तु, इदानीं यत्र विप्रतिषेधः नास्ति तत्र किं भवति इति पश्यामः. इदानीं तत्र पूर्वं गच्छामः. प्रथमम् एकम् उदाहरणं द्रष्टव्यम् इति ततः आरभ्य पठामः. राजीभगिनी पठति वा? पूर्वं यत्र अस्माभिः स्थगितमासीत्. आं भगिनि, एकनिमिषम्. अहं परं कार्यम् आद्गुणः इति सूत्रात् पूर्वं प्रथमम् एकम् उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र प्राप्तिरस्ति परन्तु तुल्यविरोधः नास्ति. अत्र योगः एव अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः, परन्तु शास्त्रीयदृष्ट्या कथं सिद्ध्यति इति पश्येम. अत्र द्वयोः सूत्रयोः प्रसक्तिरस्ति, आद्गुणः च वृद्धिरेति च. अत्र योगः एव इति उदाहरणे द्वयोः सूत्रयोः इत्युक्ते आद्गुणः अपि च वृद्धिरेचि इति द्वयोः सूत्रयोः प्राप्तिः अस्ति एकत्र, परन्तु तत्र तुल्यबलविरोधः नास्ति. किमर्थम् इत्युक्ते आद्गुणः पृथक्ततया कार्यं करोति, वृद्धिरेचि पृथक्तया कार्यं करोति. परन्तु अवर्णात् अचीपरे पूर्वप्रयोगस्थाने एकः स्थाने गुणसंज्ञा भवति आद्गुणे. न, एकक्षणं भगिनि. समीचीनं समीचीनम्, इदानीं बहु समीचीनं. तत्र अत्र योगः एव इति अस्माकं सन्दर्भः अस्ति, तत्र सूत्रद्वयं प्रसक्तमस्ति, आद्गुणः अपि च वृद्धिरेचि. इदानीं एकवारं पठामः आद्गुणः इति सूत्रं किं वदति, वृद्धिरेचि इति सूत्रं किं वदति, तदनन्तरं चिन्तनं कुर्मः. आद्गुणः इति सूत्रं किं वदति? आद्गुणः अवर्णात् अच्चि परे पूर्वप्रयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्. अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः. यतः अकारात् अकारः चेत् कार्यं बाधितम्, अकः सवर्णे दीर्घः इत्यनेन. अकारात् ये चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च. आत् पञ्चम्यन्तं गुणः प्रथमान्तं द्विपदमिदं सूत्रम्. इको यणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः. एकः पूर्वपरयोः संहितायां इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् अचि पूर्वपरयोः एकः गुणः संहितायाम्. ओके, आत् गुणः किं वदति इत्युक्ते अवर्णात् अचि परे पूर्वपरयोः स्थानः गुणसङ्ख्यः सात् गुणसंज्ञकः एकादेशः स्यात्. अत्र योगः एव इति उदाहरणं वयं पश्यामः चेत् अत्र इति पदे अकारः अस्ति, एव इति पदे एकारः अस्ति, तत्र गुणसंज्ञकः भवितुम् अर्हति अचि परे. परन्तु फलितार्थः अत्र इकि परे इक् वर्णस्य अपि इ ऊ ऋ लृ अच्युवर्णः सर्वे स्वरवर्णाः. अतः अकारात् पर अकारात् अस्ति चेत् सवर्ण अकः सवर्णदीर्घः इति सूत्रं कार्यं करोति. अकारात् परं एकारः अस्ति चेत् वृद्धिरेचि इति सूत्रं कार्यं करोति. अतः इको एनचि अत्र कार्यं न करोति. द्वयोः अतः किमर्थम् इको एनचि किमर्थं वदति अत्र? अत्र न भगिनि, इको एनचि एव इत्यत्र प्राप्तिः एव नास्ति. अचि इत्यस्य अनुवृत्तिः एव तत् सूत्रात् आगच्छति तदेव. समीचीनम्. इदानीं किञ्चित् पुनः एकवारं पश्यामः. अत्र आद्गुणः इति सूत्रं सर्वेषां कृते परिचितमस्ति वा? परिचितमस्ति. शुभदा भगिनी परिचितमस्ति वा? आं भगिनि. आम् अस्तु, तर्हि एकवारं तत्र भवती वदति वा तत्र किं वदति सूत्रम्? आद्गुणः सूत्रं वदति अवर्णात् अचिपरे कोऽपि पदम् अवर्णान्तम् अस्ति तस्य तस्मात् परं यदि अच्वर्णः अस्ति तत्र पूर्वपरयोः स्थाने एकः गुणः आदेशः भवति इति. गुणः इत्युक्ते? गुणः इत्युक्ते अ ए ओ आद्गुण अदेङ्गुणः इत्यनेन. समीचीनम्. अदेङ्गुणः इति सूत्रेण गुणसंज्ञकवर्णाः अकारः एकारः ओकारः. अत् एङ् गुणः इत्यनेन ह्रस्व अकारः एकारः ओकारः एतेषां गुणसंज्ञा भवति. गुणः इति नामकरणम् अस्ति. इदानीम् अत्र सूत्रमस्ति आद्गुणः इति सूत्रम्. अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः. तर्हि पूर्वम् अवर्णः अस्ति, ह्रस्वः वा भवतु दीर्घः वा भवतु अवर्णः अस्ति, तस्य अनन्तरम् अच्वर्णः अस्ति चेत् द्वयोः स्थाने गुणसंज्ञकः एकादेशः भवति. इदानीं भवती वदतु अत्र योगः एव इत्यत्र आद्गुणः इति सूत्रस्य प्रसक्तिः अस्ति वा? आद्गुणः इत्यस्य प्रसक्तिः अस्ति यतोहि अत्र योगः एव तत्र एकारः अस्ति. भगिनी भवत्याः हेड्सेट् अस्ति वा? न श्रूयते. ओ क्षम्यताम्, पूर्वं श्रुतम्, इदानीं न श्रूयते. इदानीं श्रूयते वा? श्रूयते, वदतु. क्षम्यताम्. अत्र योगः एव अत्र इत्यस्मिन् उदाहरणे द्वितीयवर्णः द्वितीयपदमस्ति एव, तत्र आदौ ए इति अस्ति, ए इति अच् वर्णस्य भागः अस्ति. अतः आद्गुणः इत्यस्य प्रसक्तिः तु अस्ति यतोहि अवर्णात् अचिपरे इति उक्तमस्ति आद्गुणः इत्यस्मिन्. अतः अचि इत्यस्मिन् ए इत्यस्य ए इति अन्तर्भूतः अस्ति, अतः आद्गुणस्य प्रसक्तिः तु अस्ति. हा, बहु समीचीनम्, सम्यक्. इदानीम् अग्रे पठामः, भवतेव पठतु वृद्धिरेचि इति सूत्रं पठतु. आं भगिनि. अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक एकादेशः स्यात्. वृद्धिः प्रथमान्तम् एचि सप्तम्यन्तं द्विपदमिदं सूत्रम्. आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः, अनुवृत्तिसहितसूत्रम् आत् एचि पर पूर्वपरयोः एकः वृद्धिः संहितायाम्. अत्र वृद्धिरेचि इति सूत्रमस्ति, तत् वदति अवर्णात् परं यदि कोऽपि पदं कोऽपि पदस्य आदौ ए इति अस्ति तदा एच् वर्णः अस्ति. एच् एच् मीनिङ्ग् ए ओ ऐ औ इति वर्णाः सन्ति चेत् तस्य तत्र पूर्वपरयोः स्थाने एकः वृद्धि आदेशः भवति. वृद्धिः इत्युक्ते ऐ औ आम् ऐ अपि च औ आकारः ऐकारः औकारः च. सूत्रं किमस्ति? सूत्रमस्ति वृद्धिरादैच्. क्षम्यताम्. वृद्धिराज. समीचीनं, बहु समीचीनं. वृद्धिराज रादैच् इति सूत्रमस्ति, संज्ञासूत्रं. तेन आकारः ऐकारः औकारः एतेषां वृद्धिसंज्ञा भवति. वृद्धिरेच् इति सूत्रं विधिसूत्रमस्ति. सूत्रं वदति अवर्णात् एचि परे अवर्णः अस्ति, ह्रस्वकारः अथवा दीर्घकारः अस्ति, तस्यानन्तरम् एच् प्रत्याहारस्य वर्णः अस्ति चेत् पूर्वपरयोः स्थाने वृद्धिसंज्ञकः आदेशः भवति इति उक्तं. तर्हि अत्र योगः एव इत्यत्र वृद्धिरेचि इत्यस्य प्रसक्तिः अस्ति वा? वृद्धिरेचि इत्यस्य प्रसक्तिः अस्ति, यतोहि ए एच् इति प्रत्याहारे ए इति वर्णः भवति, अतः अत्र योगः ए एव अत्र वृद्धिरेचिः इति कार्यं वृद्धिरेचि कार्यं करोति. हा, कार्यं कर्तुम् अर्हति. अस्तु, बहु समीचीनम्. इदानीं धन्यवादः. इदानीं रमा भगिनी वदतु, अत्र योगः एव इत्यत्र इदानीम् अस्माभिः चर्चितम् आद्गुणः इति सूत्रस्य प्रसक्तिः अस्ति, वृद्धिरेचि इति सूत्रस्य प्रसक्तिः अस्ति. तर्हि इदानीं तत्र विप्रतिषेधे परं कार्यं भवितुम् अर्हति वा? न भवति. वृद्धिरेचि इति सूत्रस्य प्रसक्तिः अत्र एव भवितुं शक्यति. अतः अपवादरूपेण निरवकाशत्वात् अत्र एव भवति. अतः वृद्धिरेचि सूत्रं एव कार्यं करोति, आद्गुणः कार्यं न करोति. विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रवर्तनार्थं तत्र किम् आवश्यकम्? तुल्यबलविरोधः. इदानीम् अत्र प्रत्येकं सूत्रं स्वीकृत्य आद्गुणः इति सूत्रं स्वीकृत्य वदतु, आद्गुणः इति सूत्रस्य अन्यत्र लब्धावकाशः अस्ति वा? अस्ति. वृद्धिरेचि कार्यं करोति एच् ए औ ऐ औ वर्णाः समये करोति कार्यं वृद्धिरेचि, परन्तु आद्गुणः सर्वाणि स्वराणि कार्यं सर्वे स्वराः कार्यं करोति. सर्वेषु स्वरेषु स्थलेषु कार्यं करोति आद्गुणः. अतः एच् विहाय अ ई उ ऋ ल न. एकक्षणं भगिनि, भवती सर्व सम्यक्तया अवगच्छति इति जानामि, परन्तु सर्वेषाम् अवगमनार्थम् इदानीं वदतु, आद्गुणः इति सूत्रं केवलं स्वीकृत्य वदतु, तस्य अन्यत्र लब्धावकाशः अस्ति इति कथं जानीमः? एकम् उदाहरणं स्वीकृत्य वदतु. गणयोगः ईशः ई अत्र अस्ति, अयोगः ई ए भवति आद्गुणः सूत्रस्य कारणेन. अत्र वृद्धिरेचि कार्यं न करोति, परन्तु अत्र योगः एव. एकक्षणम्, बहु समीचीनम्. एतावता भवत् यद्वक्तवती समीचीनं, सर्वैः बुद्धं वा इति पश्यामः. अत्र गणयोगः ईशः इति भगिन्याः उदाहरणे गणयोगः ईशः इत्यत्र आद्गुणः इत्यस्य प्रसक्तिः अस्ति इति जानीमः, यतोहि गण इत्यत्र ह्रस्वकारः अस्ति, ईशः इत्यत्र ईकारः अच्वर्णः अस्ति, अवर्णात् अचि परे गण इत्यत्र अवर्णः अस्ति, तस्मात् ईशः इत्यत्र अच्वर्णः अस्ति इति कृत्वा तत्र आद्गुणः इत्यनेन गणेशः इति रूपं भवति इति जानीमः. गणयोगः ईशः इत्यत्र वृद्धिरेचि इति सूत्रस्य प्रसक्तिः एव नास्ति. अतः गणयोगः ईशः इत्यत्र आद्गुणः इत्यस्य पृथक् कार्यक्षेत्रम् अस्ति इति वक्तुं शक्नुमः वा? वक्तुं शक्नुमः. तर्हि आद्गुणः इत्यस्य अन्यत्र लब्धावकाशः अस्ति यस्य पृथक् कार्यक्षेत्रम् अस्ति, यत्र वृद्धिरेचि कार्यं कर्तुं नार्हति. इदानीं वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा इति वदतु. न, अवकाशः एव नास्ति. एच् स्थाने एव भवति, अतः वृद्धिरेचि अत्र एव कार्यं करोति. हा, इत्युक्ते अत्र अत्र किम् इति चेत्, यत्र यत्र यत्र यत्र वृद्धिरेचि कार्यं कर्तुम् आगच्छति तत्र सर्वत्र आद्गुणः अपि आगच्छति वा? आगच्छति, आगच्छति. वृद्धिरेचि सब्सेट् अस्ति. हा, बहु समीचीनम्. इत्युक्ते अत्र पश्यन्तु, वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः नास्ति. किमर्थम् इति चेत्, यत्र यत्र वृद्धिरेचि आगन्तुम् इच्छति तत्र सर्वत्र आद्गुणः अपि आगच्छति. यतोहि अस्मिन् सूत्रे, वृद्धिरेचि इति सूत्रे, एचि इति उक्तम्, एचि परे इति उक्तम्. आद्गुणः इति सूत्रे अचि परे इति उक्तम्. एच् प्रत्याहारः तु अच् प्रत्याहारे अन्तर्भूतः खलु. अतः यत्र यत्र वृद्धिरेचि आगच्छति तत्र सर्वत्र आद्गुणः इति आगच्छति. अतः वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः नास्ति. पश्यन्ति खलु, प्रश्नः अस्ति वा? अतः इदानीं यतोहि आद्गुणः इत्यस्य अन्यत्र लब्धावकाशः अस्ति, वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः नास्ति, अतः अनयोः तुल्यबलविरोधः अस्ति वा नास्ति वा? तुल्यबलविरोधः नास्ति. अनयोः सूत्रयोः तुल्यबलविरोधः एव नास्ति. तुल्यबलविरोधः एव नास्ति चेत् विप्रतिषेधे परं कार्यं करोति वा? कार्यं न करोति. समीचीनं, समीचीनं. तर्हि इदानीम् अस्माकं प्रश्नः अस्ति, अत्र योगः एव इति सन्दर्भे आद्गुणः इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि एव इत्यत्र एकारः अच्वर्णः अस्ति. अत्र योगः एव इत्यत्र वृद्धिरेचि इति सूत्रस्य अपि कार्यं करोति. तर्हि इदानीं तयोः सङ्घर्षः अस्ति, वृद्धिरेचि अपि च आद्गुणः, अनयोः सङ्घर्षः अस्ति. तर्हि इदानीं प्रश्नः उदेति, किं सूत्रम् अत्र कार्यं कुर्यात् इति प्रश्नः. तर्हि अत्र अस्माकं प्रथमं चिन्तनं किम्, यत्र सूत्रयोः सङ्घर्षः अस्ति एकस्मिन्नेव स्थले, तदानीं वयं चिन्तयामः अत्र तुल्यबलविरोधः अस्ति वा नास्ति वा इति चिन्तयामः. अत्र पश्यामः चेत् द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति प्रश्नः. आद्गुणः इत्यस्य अन्यत्र लब्धावकाशः अस्ति, गणयोगः ईशः इत्यत्र तत् आद्गुणः पृथक्तया कार्यं करोति, तत्र तु वृद्धिरेचि इत्यस्य अवसरः एव नास्ति. अतः आद्गुणः इत्यस्य अन्यत्र लब्धावकाशः अस्ति, परन्तु वृद्धिरेचि इति सूत्रस्य अन्यत्र लब्धावकाशः नास्ति. किमर्थं नास्ति? तस्य पृथक् कार्यक्षेत्रं नास्ति कुत्रापि. यत्र यत्र वृद्धिरेचि कार्यं कर्तुम् इच्छति तत्र सर्वत्र आद्गुणः अपि आगच्छति. अतः वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः नास्ति. इदानीं विप्रतिषेधे परं कार्यम् इति कार्यं कर्तुं न अर्हति, सः न करोति. तत्र तत्सूत्रं, परिभाषासूत्रम् अत्र सः कर्तुं न अर्हति. किमर्थमिति चेत्, तुल्यबलविरोधः, विप्रतिषेधः नास्ति. अतः अत्र किं करणीयम् इति चेत्, अत्र प्रश्नः उदेति, वृद्धिरेचि इति सूत्रम् अत्र कार्यं न करोति, अत्र योगः एव इति सन्दर्भे वृद्धिरेचि कार्यं न करोति चेत् अन्यत्र कुत्रापि तस्य अवकाशः अस्ति वा इति प्रश्नः. तत्र गीताञ्जलिभगिनी किं चिन्तयति, अन्यत्र अवकाशः अस्ति वा? न भगिनि, अन्यत्र इत्युक्ते वृद्धिरेचि, यत्र यत्र वृद्धिरेचि कार्यं करोति तत्र तत्र आद्गुणः कार्यं करोति एव. इत्युक्ते अन्यत्र किमपि अवकाशः एव नास्ति इत्युक्ते यथा भगिनी उक्तवती सब्सेट् अस्ति तत्र आद्गुणस्य सब्सेट् अस्ति. अतः वृत्तिरेचि इत्यस्य अन्यत्र कुत्रापि अवकाशः नास्ति. अत्र योगः एव इति एतादृशसन्दर्भेषु यत्र एच् वर्णः परः अस्ति तत्र कार्यं न करोति चेत् वृद्धिरेचित् सूत्रस्य अवकाशः न लभ्यते. सूत्रं व्यर्थं भवति. अत्र कार्यं न करोति चेत् व्यर्थं भवति. तर्हि वृद्धिरेचि इति सूत्रम् अपवादसूत्रम् इति वदामः. आद्गुणः इति सूत्रस्य अपवादसूत्रम्. अपवादबलेन वृद्धिरेचि अत्र कार्यं करोति. अतः अत्र योगः एव अत्र अत्र इत्यत्र ह्रस्वकारः एव इत्यत्र एकारः द्वयोः स्थाने वृद्धिसंज्ञकः ऐकारादेशः भवति अत्रैव इति रूपम्. अतः अत्र सारांशः कः? यत्र अपवादः अस्ति कस्यचित् सूत्रस्य अन्यत्र लब्धावकाशः नास्ति तदानीम् अपवादसूत्रं भवति. सामान्यतया अपवादसूत्रं भवति यदा तत्र निरवकाशत्वम् अपवादस्य लक्षणम्. वृद्धिरेचि अत्र कार्यं न करोति चेत् अन्यत्र कुत्रापि तस्य अवकाशः नास्ति. सूत्रमेव व्यर्थं भवति. अस्माकं लक्ष्यं किं? पाणिनीयसूत्रेषु एकमपि सूत्रं व्यर्थं न स्यात् इत्येव लक्ष्यम्. अतः अत्र वृद्धिरेचि इति सूत्रं व्यर्थं न स्यात् इति कृत्वा अत्र कार्यं करोति. अतः आद्गुणः इति सूत्रं प्रवाद्य वृद्धिरेचि इति सूत्रं कार्यं करोति इति सारांशः. भगिनि अतो भि सैस् अपि तथैव अस्ति इत्युक्ते अपवादसूत्रमेव अस्ति तद् इत्युक्ते अन्यत्र कुत्रापि कार्यं न प्रसक्ति. सत्यं. परन्तु भेदः कः इति चेत् अतोभि सैस् इति सूत्रं सुपि च अपि च बहुवचने जले तनयोः सब्सेट् नास्ति तत्र. ओ अस्ति वा? सब्सेट् नास्ति इति भेदः अस्ति तत्र. यत्र अतोभि सैस् कार्यं कर्तुम् आगच्छति तत्र सर्वत्र सुपि च आगच्छति इति सुपि च आगच्छति तत्र सर्वत्र बहुवचने जल्यत् इति अपि आगच्छति इति अस्ति वा? न जानामि. अस्तु चिन्तयन्तु. समयः अतीतः. चिन्तयन्तु गृहपाठरूपेण अनयोः भेदः कः. इदानीं तत्र चत्वारि सूत्राणि अस्माभिः अधीतानि. सुपि च, बहुवचने जल्येत्, आद्गुणः, वृद्धिरेचि. एतेषां सर्वेषां भेदः कः इति चिन्तयन्तु. अग्रिमसप्ताहे इतः अग्रे सर्तुं शक्नुमः. अस्तु तर्हि धन्यवादः. नमस्कारः. धन्यवादः.